नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. विषयः अस्ति जुहोत्यादिगणे अजन्तदातवः इति विषयः. गतवर्गे अस्माभिः इकारान्त उकारान्तधातूनां समग्रचिन्तनं साधितमासीत्. तदाधारीकृत्य इदानीम् इकारान्तदातवः ईकारान्तदातवः इति विषयः अस्ति. तत्र द्वितीयः बिन्दुः. ततः आरभ्य एकवारं पठामः. तर्हि किं मीना भगिनी पठितुम् इच्छति वा? पठामि भगिनी. ध्वनिः अधिकमस्ति वा? स्वल्पम् अधिकमेव अस्ति, नास्ति चिन्ता, पठतु. इदानीं न्यूनं करोमि. कुत्र भगिनि? ईकारान्तदातवः च एव तत्र वा? आमां, सत्यम्. त्रयः ईकारान्तदातवः सन्ति. वर्गत्रये विभक्ताः यतः अजादि अपित्सु कार्यं पृथक्तया क्रियेत. किं ज्ञाने किं की धातु कि ज्ञाने की धातु निभि भये भी धातु च असंयोगपूर्वो धातु ह्रीलज्जायां ह्री धातु संयोगपूर्वः धातुः. इदानीं त्रयः धातुः अस्ति. इकारान्त ईकारान्तः अस्ति. तत्र ह्रस्व इकारः की धातु, दीर्घ इकारान्त निभि भये इति दीर्घ इकारान्तधातु, त्रयः धातु ह्रि ह्रि लज्जायाम् इति ह्रि इका दीर्घ इकारान्त धातुः, संयोगपूर्वः धातु अस्ति. भि दीर्घ इकारान्त असंयोगः पूर्वः धातु, परन्तु ह्रि धातु संयोगपूर्वः दीर्घ इकारान्त संयोगपूर्वः धातु अस्ति. कि द्वित्वम् अभ्यासकार्यं च परिशीलनीयम्. भीद्वित्वम् अभ्यासकार्यं च परिशीलनीयम्. ह्रीद्वित्वम् अभ्यासकार्यं च परिशीलनीयम्. हलादि पिच्सु सार्वधातु परिशीलयतु. ओ अस्तु वा, इदानीं वा कि इति भवति. प्रथमं किक्कि भवति, किक्कि इति भवति. तदनन्तरं ह्रस्वः एव अस्ति तत्र. कुहोश्चुकु इति सूत्रेण चिकि भवति. चिकि भवति. तादृशमेव ऋत्वमेव किल. चिकि भवति. तदनन्तरं ति भवति. तत्र हलादि पिच्सु अस्ति चेत् तत्र चिकि चिके भवति, गुणं भवति. तदनन्तरं पश्यामः. केवलं भी इदानीं द्वित्वकार्यम् अभ्यासकार्यमेव. भी धातुः वदतु. भी धातु भी भवति. प्रथमं ह्रस्वः इति सूत्रेण बिभी भवति. तदनन्तरम् अभ्यासे चर्चयति महाप्राणबकारः अल्पप्राणबकारः भवति, बिभी भवति. तदनन्तरं कुहोश्चुः इति सक्रे इति सूत्रेण कुहोश्चुः कुतः? न कुहोश्चुः नास्ति, कः नास्ति तत्र. बिभी एव. तदनन्तरं ह्री धातु ह्री ह्री भवति. ह्री ह्री भवति. तत्र ह्री ह्री भवति ह्रस्वः इति सूत्रेण. हलादिशेषः तस्य कार्यं करोति वा? सत्यं. ह्री तत्र हलादिशेषः कार्यं कृत्वा किं भवति भगिनि? रूपं किं तत्र? हि ह्री भवति. तदनन्तरं कुहोश्चुः जिह्री भवति. जिह्री जिह्री भवति. अनन्तरं किं भवति तत्र जिह्रि एव भवति न महाप्राणझकारः अस्ति खलु इदानीं कोशुः इत्यनेन हकारस्य स्थाने महाप्राणझकारः जिह्रि भवति जिह्रि भवति कथं जिह्रि भवति अभ्यासे चर्चा इति सूत्रेण वा तत्र महाप्राणेन भवति सत्यम् अग्रे पठामि वा पठतु हलादिपित्सु सार्वधातुकार्धधात्विकदेन गुणः भवति इदानीं बिभि तदनन्तरं तत्कृतम् एव बिभि भवति बिभि योगः ति तत्र तिप् अस्ति पित् अस्ति तस्मात् गुणः सार्वधात्कार्धधातुकयोः इति सूत्रेण गुणं भवति बिभे यो ति बिभेति इति रूपं भवति हलादिपित्सु अजादिपित्सु तत्रापि पित् अस्ति सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भवति बिभि योगः आनि आनि आवाम आडजादीनाम् इति सूत्रेण तत्र पित्त्वम् आरोपितं तत्र आनि भवति बिभि आनि तत्र बिभे आनि एचो यावः तत्र बिब् ए आनि एचो यावः ऐ भवति बिब् ऐ आनि बिबयानि इति रूपं भवति अन्तिमरूपम् हलादि अपित्सु इति चेत् सूत्रेण गुणनिषेधः भवति असार्धात्कार्धात्व इति कार्यं कर्तुं न शक्यं किमपि कार्यं नास्ति बिभीतः बिभीतः एव रूपं तिष्ठति अजादि अपित्सु अचिष्णुधातु ब्रुवां युवोर्यङ इत्यनेन तत्र संयोगपूर्वस्य इयङ् आदेशः भवति इदानीं जिह्रि इति रूपं कृतं ह्री धातु द्वित्तं कृत्वा जिह्रि इति रूपमस्ति अति इति ङित् भवति पित् नास्ति तस्मात् अचिष्णु धातु यङ् वाङ्गौ तत्र जिह्रि ईकारस्य जिह्र इ भवति जिह्रि इय अति जिह्रियति इति भवति अत्र एर् अनेका एर् अना ए ए अना अनेका च असंयोगपूर्वस्य इत्यनेन असंयोगपूर्वस्य यण् आदेशः भवति तत्र जिह्रि इति संयोगपूर्वं भवति तत्र किल जिह्रियति बिभि योगः अति तत्र अजादि अपित्सु तत्र अति इति अपित् भवति तत्र असंयोगपूर्व अस्ति तत्र एः इकारस्य असंयोगपूर्वस्य यण् आदेशः अचिष्णुधातु ब्रुवां प्रभाद्य एरनाक् अनेकाच असंयोगपूर्वस्य सूत्रं कार्यं करोति बिभिः योगः अति बिभ् योगः यण् आदेशः भवति यकारः अति बिभ्यति इति रूपं भवति सम्यक् भगिनि सम्यक् सम्यक् धन्यवादः इदानीं अत्र अग्रे गच्छामः इत्युक्ते अत्र वयं ज्ञातुं शक्नुमः इदानीम् ईकारान्तधातूनां विषये चिन्तनम् इकारात् पूर्वं संयोगः अस्ति वा न वा अजादिप्रत्ययः यत्र वर्तते ईकारात् अथवा ह्रस्व इकारात् प्राक् संयोगः अस्ति न वा संयोगः अस्ति चेत् अचिष्णुधातु ब्रुवां योर् यङ् वङ्गौ इत्यस्य कार्यं संयोगः नास्ति चेत् एरमेकाचो संयोगपूर्वस्य इत्यनेन यणादेशः भवति इति अस्माभिः ज्ञातं गतवर्गे तर्हि सूत्रद्वयं केवलं सारांशः कः प्रथमवाक्यद्वयं पठित्वा अनुवृत्तिसहितसूत्रं पठित्वा अर्थः कः इति सूर्यकुमारी भगिनी वदतु भगिनि अचिस्नु धातु ब्रुवां योर् यङ्गौ यङ् वङ्गौ इति सूत्रं स्नु प्रत्ययान्तङ्गस्य इकारान्त ओकारान्तधातुरूपे अङ्गस्य ब्रूपादि प्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजादि प्रत्यये परे अजादि अपि प्रत्यये परे इति प्रसङ्गः अनुवृत्तिसहितसूत्रमस्ति युवोः स्नुधातुभ्रुवाम् अङ्गानाम् इयम् उङ्गौ अचि तत्र योः इत्युक्ते इकारान्त उकारान्त धातुरूपी अङ्गस्य स्नुप्रत्ययस्य विकरण स्नुविकरणप्रत्ययान्तस्य अङ्गस्य भ्रुवां भ्रू प्रातिपदिकान्तस्य अङ्गानां इयं इयङ् वङ्गो भवति इकार उकार इकार उकारस्थाने इयं वङ्गो भवति अचि अपि प्रत्ययपरे इति सम्यक् इदानीम् अग्रिमसूत्रमपि करोतु अग्रिमसूत्रमस्ति एरणेकाचो संयोगपूर्वस्य असंयोगपूर्व अनेकाच् इकारान्ताङ्गस्य यणादेशो भवति अचि परे येन विधितदन्तस्य अनुवृत्तिसहितसूत्रम् ओके अनुवृत्तिसहितं सहितसूत्रम् अनेकाचः असंयोगपूर्वस्य एहे धातोः इत्युक्ते इकारान्तधातोः अङ्गस्य यन् अचि यकार ई स्थाने यकार भवति अचि अपि प्रत्यये पदे तत्र निमित्तानि इकारान्त अङ्गम् अनेकाच् अङ्गम् असंयोगपूर्वं त्रीणि निमित्तानि सन्ति तत्र परः अपि तचि प्रत्ययः अस्ति चेत् अन्तिमवर्णस्य अङ्गस्य इकार वा अस्ति चेत् यणादेशः भवति अपि च सः इकारः कीदृशः भवेत् अनेकाचङ्गम् असंयोगपूर्व इकारः समीचीनम् असंयोगपूर्व इकारः अङ्गम् अनेकाच् धातुः अनेकाच् अस्तु सम्यक् अस्तु भगिनि तत्र लङ्गिविशेषः तदपि पठतु लङ्गिविशेषः अङ्गमस्ति अभिभि जुहोत्यादिगणस्य अङ्गम् एकवचन प्रथमपुरुषबहुवचनं प्रत्यये अस्ति जि तत्र सिदभ्यस्तविदभ्यश्च इत्यनेन जि प्रत्ययस्य स्थाने जुसादेशः भवति तत्र अभ्यस्तसञ्ज्ञक अङ्गमस्ति चेदेव जि स्थाने जुस् आदेशः भवति जिस् अनुबन्धलोपानन्तरम् उः एव अवशिष्यते अभिभि योगः उः जुसि च इत्यनेन इगन्ताङ्गस्य गुणः भवति ईकारस्य स्थाने एकारादेशः भवति अभिभे भवति अभिभे योगः उः तत्र अजादि अजादि अपि प्रत्यय अस्ति यचो यवायावः इत्यनेन अय आदेशः भवति अभियोगः ऐ योगः उः अभिभयुः रूपं सिद्ध्यति सम्यक् सम्यक् समीचीनं भगिनि धन्यवादः तर्हि इदानीं नूतनं सूत्रम् अस्ति जुसि च इति सूत्रं तर्हि तत्र किं सरस्वती भगिनी अग्रे पठति वा आं भगिनि जुसि च सप्तम अध्याये तृतीयपादे त्र्यशीतितमं सूत्रमस्ति। अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति। जुसि सप्तम्यन्तं च अव्ययपदं द्विपदम् इदं सूत्रम्। येन विधिस्तदन्तस्य इत्यनेन इगन्तस्य अङ्गस्य अलोङ्क्यस्य इत्यनेन इङ्गान्तस्य इकः स्थाने गुणादेशः। सस्याचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, निदेर्गुणः तस्मात् गुणः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः। इकगुणवृद्धि इति परिभाषासूत्रेण इकः स्थानी भवति। अनुवृत्तिसहितसूत्रम् इकः अङ्गस्य गुणः अचि जुसि च। तर्हि नूतनं सूत्रमस्ति जुसि च। अत्र अजादौ भवेत् चेत् अजादौ जुसि परे, जुस् प्रत्ययः आगच्छति जि स्थाने, तत् तिजभ्यस्तविधिभ्यश्च इत्यनेन जुस् आगच्छति तत्र। तर्हि जुसि परे इदानीम् एतत् जुस् मध्ये जकारस्य लोप भूत्वा उस् भवति, अतः अजादि अस्ति। अजादौ जुसि परे अङ्गस्य यदि इगन्त अङ्ग अस्ति तर्हि इगन्त अङ्गस्य गुणः भवति। अन्यत् सर्वं तु केवलम् अस्ति। तर्हि येन विधिस्तदन्तस्य इत्यनेन इगन्तस्य अङ्गस्य अन्तस्य इत्युक्ते अङ्गस्य अन्तस्य यदि इक् अस्ति तर्हि अलोङ्कस्य इत्यनेन अङ्गान्तस्य इकः स्थाने गुणादेशः। इत्युक्ते केवलम् अन्तिम अल् स्थाने एव यद् यत् इक् प्रत्याहारस्य वर्णः भवति चेत् अचि इत्यस्य अनुवृत्ति क्षस्याचि इत्यनेन, निदेर्गुणः इत्यनेन गुणः अनुवृत्ति, अङ्गस्य अधिकारः अस्ति। इकोगुणवृद्धिः परिभाषासूत्रमस्ति यत्र इकः स्थानी भवति। अनुवृत्तिसहितसूत्रमस्ति इकः अङ्गस्य गुणः अचि जुसि च। अग्रे पठामि भगिनि। आमां, किमर्थं न पठतु? किमर्थम् अजादौ जुसि परे इति चेत् शृणुयुः। अत्र जुस् भवति किन्तु स च जुस् अजादिः नास्ति, अतः इगन्तस्य गुणो न भवति। यासुट् आगमे सति गुणः न भवति। किमर्थम् अजादौ जुसि परे इति चेत् शृणुयुः। तर्हि जुस् भवति किन्तु स च जुस् अजादिः नास्ति। यत्र यत्र जुस् भवति परन्तु अजादिः नास्ति, यथा यासुट् आगमे सति गुणः न भवति। इत्युक्ते यासुट् आगमः भवति चेत् यास् तत्र अस्ति, अग्रिमदत्तमस्ति यत् अत्र अग्रे दत्तमस्ति यासुट् परस्मैपदेषु दत्तु निश्च। लिङ्लकारस्य परस्मैपदी प्रत्ययानां यासुट् आगमो भवति, स च आगमो नित्वत्। अनुवृत्तिसहितसूत्रं परस्मैपदानां लिङ्गः लस्य उदात्तः यासुट् निश्च। तर्हि यदि यासुट् परस्मैपदेषु दातो निच्च एतत् सूत्रं भवति लिङ्लकारस्य कृते, परस्मैपदी अस्ति चेत् यासुट् तस्य आगमः भवति, तत्र केवलं यास् अवशिष्यते। परन्तु मुख्यरूपेण निच्च अस्ति तत्र, अतः आगमः नित्वत् भवति। इदानीं यदि आगमः नित्वत् भवति तर्हि अस्ति चेदपि तत्र अजादि न भवति, यतोहि यास् आगच्छति तत्र, अतः तत्र गुणः न भवति। यासुट् आगमे सति गुणः न भवति, यतोहि इदानीं तत् अजादि नास्ति। अतः पूर्वं विशेषतया दत्तमस्ति यदि अजादौ जुसि परे अस्ति चेत् एव इगन्तस्य अङ्गस्य गुणः भवति। यासुट् परस्य पदेषु दत्तो निच्च एतद् आगच्छति आगच्छति चेत् नित्वत् अस्ति, अतः गुणस्य गुणं प्रबाधयितुं तत्र निति च सूत्रं कार्यं करोति, अतः एव यथा उदाहरणमस्ति शृणुयुः शृणुयुः आम् तर्हि सु अस्ति पुनः तत्र नु तदनन्तरं शृणुयुः आम् आम् तर्हि अत्र विधिलिङ्ग् लकारस्य अस्ति तर्हि युः अस्ति तत्र यकार यासु परसेषु पदेषु धातु निश्च आगत्य तत्र यास् अस्ति यास् परन्तु यास् यास् कथम् आस् कथम् अपगच्छति, केवलं यकार एव अवशिष्यते तत्र यास् योगः जुस् यास् योगः उद्योग जुस् तर्हि सकारस्य लोपः ऐक्यनेन सूत्रेण सकारस्य लोपः भूत्वा या योग उस् अवशिष्यते तदा उस्य पदान्तात् उस्य पदान्तात् उस्य पदान्तात् इत्यनेन युः भवति तर्हि पूर्वपरयोः पररूपं पररूपम् आम् शृणु युः भवति तत्र शृणु नु एव अवशिष्यते तत्र नो न भवति गुणः न भवति यतोहि यास् यासुट् आगत्य तत्र निक्वत् कार्यं करोति अतः नु एव अवशिष्यते न तु शृणोयुः न भवति इत्युक्ते किमिति च इत्यनेन गुणनिषेधः इति सम्यक् परन्तु जुसि च इत्यस्य कार्यम् अत्र न भवति यतोहि आम् यतोहि तत्र अजादि अजादि जुस् नास्ति युः इति अजादि जुस् नास्ति इति कृत्वा जुसि च इत्यनेन यद्यपि शृणु इति इगन्तम् अङ्गम् अस्ति अपि च युः इत्यत्र जुस् प्रत्ययः अपि अस्ति तथापि शृणु इति शृणो इति न भवति इत्युक्ते जुसि च इत्यस्य कार्यम् अत्र न भवति यतोहि अत्र जुसि परे अस्ति परन्तु अजादि जुसि परे नास्ति अचि जुसि नास्ति इति कृत्वा अत्र गुणः न जायते सर्वधातुकार्धधातुकयोः इत्यनेनापि न जायते इति च इत्यनेन गुणनिषेधः इति कृत्वा अतः अन्ततो गत्वा गुणः निषिद्धः अतः शृणुयुः इति एव रूपम् अस्तु समीचीनम् सम्यक् अस्ति वा अत्र अस्तु अत्र जुसि अजादि जुसि अजादि इत्यस्य का आवश्यकता इति चेत् अत्र इदानीं ज्ञातम् शृणुयुः इत्यत्र दोषः जायते इति कृत्वा अजादि इति पदस्य अनुवृत्तिः अपेक्षिता अस्ति यतोहि अत्र प्रश्नः भवितुम् अर्हति उसि जुसि इत्यत्र उसि उस् एव अवशिष्यते उस् तु अजादि एव सर्वत्र भवति खलु इति प्रश्नः भवति चेत् न तथा नास्ति उस् इत्यत्र युः इत्यत्र अजादिः नास्ति हलादिः अस्ति अतः अचि इति पुनः अस्माभिः आनेतव्यः येन अस्माभिः आनेतव्यं येन अजादिः वर्तते चेदेव गुणः जायते नो चेत् न ओके तर्हि इदानीम् अग्रे गच्छामः तर्हि अरुणा भगिनी अग्रे पठति वा भगिनी क्षम्यतामः इण्टर्नेट् भग्नं भवति कथं पदं कथं पठामि यथा सामान्यम् ससजुषुरुः इत्यस्मात् साक्षात् पूर्वं यथा सामान्यम् अभिभियोगः सकारः अत्र भी धातोः ससजुषुरुः इति सूत्रस्य साक्षात् पूर्वम् यथा सामान्यम् अभिभियोगस्य सार्वधातुक आर्धधातुक इत्यनेन गुणः भवति अभिभियोगस्य ससजुषुरुः इत्यनेन कृत्वम् अभिभेर् करवसनायो विसर्जनीयः इत्यनेन विसर्ज विसर्गादेशः अभिभेः इति रूपं भवति सामान्यतः इकारान्तधातुः अस्ति चेत् तिप्रत्यये परे सार्वधातुकार्धातुः इति निर्गुणः भवति. अत्र उदाहरणमस्ति अभिभिसजुषो इति सूत्रेण ऋत्वं भवति अभिभि. तदनन्तरं करवसानयो रेफ एव अवशिष्यति. करवसानयो विसर्गस्य इति सूत्रेण विसर्गः भवति अभिभेः इति रूपं भवति. ससजुषुरुः करवसानय विसर्जनीयुः इत्यत्र सूत्रस्य प्रथमवाक्यम् अनुवृत्ति सहितसूत्रम् उभयत्र पदान्ते सकारस्य च सजुष् शब्दस्य षकारस्य च स्थाने रु आदेशो भवति. अनुवृत्तसहितसूत्रं ससजुषोः पदस्य रुः ससजुषोः रुः इति सूत्रं वदति पदान्ते सकार अस्ति वा वापि सजुष् इति शब्दस्य षकारस्थाने रु आदेशो भवति इति निमित्तमस्ति. रु आदेशः भवति निमित्तं न दत्तं भगिनि. पदान्ते रेपः भवेत् सूर्यं कार्यं करोति रु आदेशः भवति. करवसनयोर्विसर्जनीय इति सूत्रेण पदान्ते स्थितस्य रेफस्य स्थाने विसर्ग आदेशः भवति खरि अवसाने च पदे. अनुवृत्तिसहितसूत्रं रः पदस्य विसर्जनीयः करवसानयोः संहितायाम्. अत्र करवसानयोर्विसर्जनीय सूत्रं वदति अत्रापि पदान्ते स्थितस्य रेफस्थाने निमित्तमस्ति पदान्ते तस्य रेफ स्थाने विसर्गः आदेशः भवति खरि परे. आर् अवसाने अस्ति चेत् विसर्गः आदेशः भवति रुस्थाने. करवसानयोर्विसर्जनीयः अत्रापि पदान्ते स्थितस्य आदेशः अस्ति विसर्ग आदेशः. निमित्तानि पदान्ते रेफा अस्ति खरि परे वा अथवा अवसाने अथवा अवसाने अस्ति चेत् स रेफस्य स्थाने विसर्गः भवति. समीचीनं समीचीनम् अस्तु भगिनि, धन्यवादः, सम्यक् अस्ति. तर्हि इदानीम् अग्रे एकं विशिष्टं सूत्रमस्ति भी धातोः विषये. तत्सूत्रं किं शोभा भगिनी पठति वा? आं भगिनि, नमस्ते भगिनि. अत्र सश्च सजुश्च तत्र शकारस्य मूर्धन्यशकारस्य स्थाने तालुशकारः कथम् आयाति? कुत्र सजुष् शब्दस्य वा? सजुष् शब्दे षकारस्य स्थाने रु आदेशः खलु? षकारस्य स्थाने अन्तिमवर्णस्य स्थाने अनन्तरम् आयाति, षकारः अनन्तरम् आयाति इति वा? न, सजुष् इति एव शब्दः, सजुष् इति शब्दः मूर्धन्य षकारः अस्ति एव, तत्र तादृशमूर्धन्य षकारस्य स्थाने रु आदेशः. एकत्र सकारस्य, अन्यत्र षकारस्य. षकारस्य केन सूत्रेण रु आदेशः? अनेन एव ससजुषुरुः इत्यत्र पदान्तसकारस्य ससजुषो इत्युक्ते ससजुषोः इत्यत्र द्विवचने अस्ति खलु, स अनन्तरं सजुष् अनयोः सजुषोः इति अस्ति. तर्हि स इत्यनेन पदान्तसकारः, स इत्यत्र अकारः उच्चारणार्थः, पदान्तसकारः अनन्तरं सजुष् इत्यत्र अन्तिमवर्णस्य स्थाने अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य स्थाने रु आदेशः भवति. तर्हि सजुः सजूः इति रूपं तत्र सजूः सजूः सजुषौ इति वा सजुः सजुषौ हा सजुषौ सजुषः इति एवं अस्तु भगिनि. तर्हि इदानीं पठतु. आं भगिनि. इदानीं तत्र अत्र भी धातोः एकः विशेषः भियोऽन्यत्तरस्याम् इति सूत्रं भी धात्वङ्गस्य विकल्पेन इकारादेशो भवति हलादि किति निति सार्वधातुके प्रत्यये परे अलोन्तस्य इत्यनेन धातुरूप्यङ्गस्य अन्तिमवर्णस्य स्थाने इकारादेशः न तु पूर्णतया अङ्गस्य. भियः षष्ट्यन्तम् अन्यतरस्यां सप्त्यं सप्तम्यन्तं द्विपदमिदं सूत्रम् इद् दरिद्रस्य इत्यस्मात् इत् इत्यस्य अनुवृत्तिः ई हल्यघोः इत्यस्मात् हलि इत्यस्य अनुवृत्तिः गमहन जन खन घसां लोपः क्णित्यनङ्गि इति इत्यस्मात् क्निति इत्यस्य अनुवृत्तिः अत उत्सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं भियः अङ्गस्य इत् हलि क्निति सार्वधातुके अन्यतरस्याम् इति. इदानीं तत्र भी इति धातोः कृते एकं विशिष्टकार्यमस्ति एतेन सूत्रेण भवति. तर्हि तत्र भी इति धातोः अङ्गस्य बिभी इति अस्ति दीर्घ इकारः, तत्र विकल्पेन ह्रस्व इकारः भवति बिभी इत्यस्य. तद् यदा कदा भवति इति चेत् हलादि किति निति सार्वधातुके प्रत्ययपरे, तत्र हलादि भवेत् परम् अलोन्तस्य इत्यनेन तत्र अन्तिमवर्णस्य स्थाने अयम् आदेशः भवति, न तु अङ्गस्य पूर्णं पूर्णस्य अङ्गस्य. भियः इति षष्ट्यन्तमस्ति सूत्रे, अन्यतरस्याम् इति सप्तम्यन्तं सप्तमविभक्त्याम् अस्ति, अपि च इद् दरिद्रस्य इत्यनेन इत् इत्यस्य अनुवृत्तिः तत्र इत् इति हा अनुवृत्तिसहितसूत्रे भियः अङ्गस्य इत् इति इद्र दरिद्रस्य इत्यनेन स्वीकृतम्. ई हल्यघोः इत्यस्मात् हलि इति अपि तत्र अनुवृत्त्याम् अस्ति. अपि च गमहन जन खन घसां लोपः निति अनङ्गि इत्यनेन क्निति इति स्वीकृतम्. अत उत्सार्वधातुके इत्यनेन सार्वधातुके इत्यस्य अनुवृत्तिं अनुवृत्तिः स्वीकृतम्. इदानीम् अङ्गस्य इत्यस्य अधिकारे अस्ति. अनुवृत्तिसहितसूत्रे तत्र भियः इति तदेव षष्ठ्यन्तं, भियः अङ्गस्य तत्र विशेषविशेषणं भवति, इत् इति प्रथमान्तम् अस्ति, हलि इति सप्तमी, क्निति सार्वधातुके हलि क्निति इति सार्वधातुके अन्यतरस्याम् इति. तत्र तावत् भियः अङ्गस्य इति भवति इत् हलि क्निति सार्वधातुके, तत्र त्रीणि अपि सप्तम्यां सन्ति, तावत् अस्ति तत्र इति मन्ये भगिनी. तदनन्तरं प्रक्रिया अस्ति भियोगः तः. इदानीं तः इति लट्लकारे द्विवचने किं द्विवचनेन किं द्विवचने वा प्रथमपुरुषे प्रथमपुरुषे द्विवचने भियोगः तः, तत्र द्वित्वं भूत्वा भी भी तदनन्तरं अभ्यासे चर्चा इत्यनेन तत्र भी इत्यस्य अपि च ह्रस्वः इत्येन बि बिभि इति भवति. बिभियोगः तः तत्र बिभीतः इति तु एकं रूपं भवति, किन्तु एतेन सूत्रेण भी इत्यस्य भियोन्यतरस्याम् इत्यनेन एव ह्रस्वः भवति, अतः बिभितः इति वैकल्पिकरूपं, यतोहि तत्र विकल्पेन भवति इति न ह्रस्वः भवति इति न ह्रस्व इकार आदेशः भवति. हा क्षम्यतां, ह्रस्व इक दीर्घ ईकारस्य स्थाने ह्रस्व ईकारादेशः भवति अन्यतरस्याम् इति उक्तत्वात् विकल्पेन भवति, अतः तत्र रूपद्वयमपि दर्शितं भवति. सम्यक् सम्यक् सम्यक् समीचीनं. तर्हि समीचीनं, तर्हि बियः इत्यत्र, बियः इत्यत्र वस्तुतः सामान्यतया धातोः निर्देशार्थम् इक्स्तिपो धातुनिर्देशे इत्यनेन धातोः निर्देशः भवति, अत्र तु तथा किमपि न कृतं, साक्षात् भी इति इत्युक्ते भी इत्यत्र इकानिर्दिष्टः इति वक्तुं शक्यते खलु, भी इत्यत्र इकानिर्दिष्टः. हा तत्र किन्तु धातो एव भी इति अस्ति खलु, किमर्थं धातो एव भी अनन्तरं पुनः इक् योजयामः चेदपि भी एव भवति खलु, भी एव भवति. आम् आम्, अतः इकानिर्देशः अस्ति इति वक्तुं शक्नुमः. भी इति इदानीं प्रातिपदिकम् अस्ति, यतोहि अत्र प्रातिपदिकम् अस्ति भी इति, तस्य षष्ट्यन्तं रूपं बियः, बियः इति षष्ट्यन्तं रूपं, बियः इत्यनेन तत्र अलौन्त्यस्य इत्यनेन भी धातोः अन्तिम इकारस्य ह्रस्वैकारादेशः, निमित्तमस्ति हलीक्निति सार्वधातुके, हलादि कित्नित् सार्वधातुकप्रत्ययः परः चेत्, अपि च विकल्पेन भवति इति सूत्रार्थः. हा आं तद् न उक्तं, सम्यक् भगिनि, हलादि कितिमिति इति वक्तव्यमासीत् सार्वधातुकप्रत्ययपरे, इत्युक्ते तत्र तः इति हलादि अस्ति अतः सार्वधातुकः अपि अस्ति, तर्हि तत्र नित् अपि अस्ति, नित् नित् अपि नित्वत् अस्ति, नित्वत्व अस्तु, अपित्वात् नित्वत्, अपित्वात् हा क्षम्यतां सत्यम् अपित्वात्, तत्र प्रथमपुरुषे द्विवचने हा केवलम् एकवचने एव सर्वत्र पित् अस्ति, नो चेत् अपित्वात् निद्वत्. आम् सार्वधातुकम् अपित् निद्वत् इति कृत्वा सूत्रस्य प्रसङ्गः अस्ति. अस्तु समीचीनं भगिनी, धन्यवादः. धन्यवादः भगिनी. इदानीं तत्र रूपाणि वयं पश्यामः, निभि भये परस्मैपदी धातुः, तर्हि भी धातुः. आमाम् एकः प्रश्नः, अस्मिन् सूत्रे भियो अन्यतरस्यां सूत्रे भियः इति पदं भी इत्यतः इक् निर्दिष्टः, भी इति इदानीं प्रातिपदिकं कृदन्तं, हा प्रातिपदिकं, तर्हि प्रातिपदिकेन सह अस् प्रत्ययस्य योजनेन भियः इति भवति वा इति वा. आमाम् आम्. तर्हि अत्र यकारः तत्रापि अजिष्णुदात्तु ब्रुवां युवर् याङ्ग् वाङ्गौ इत्यस्य प्रसङ्गः भवति, तर्हि प्रातिपदिकम् अस्ति चेत् न भवति खलु, धातुत्वम् अस्ति चेदेव भवेत् खलु. इत्युक्ते तत्र वयं किं वक्तुं शक्नुमः इति चेत्, तत्र बी इति इदानीम् इको इका निर्दिष्टः कृदन्तम् अस्ति, तस्मात् पुनः क्विप् प्रत्ययं योजयामः चेत् इदानीं क्विप्रत्ययान्तशब्दः धातुत्वं न जहति इति कृत्वा, धातुत्वमपि अस्ति प्रातिपदिकत्वमपि अस्ति इति कृत्वा, अजिष्णुधातु ब्रुवां युवर् याङ्ग् वाङ्गौ इत्यनेन इय इति आदेशः बिय बियः इति रूपं भि इत्यनेन क्विप् योजयित्वा ततः परम् अस् अपि किं प्रत्ययः विभक्तिप्रत्ययः योजयित्वा अजिष्णुधातुप्रुव इत्यनेन इ आदेशः भीय भीयः. अस्तु अस्तु भगिनि, धन्यवादः. तर्हि बिभी भगिनी एकं प्रश्नं पृच्छामि वा, तत्र इक्ष्तिप इति तत्र किमर्थं भगिनि भी इत्यस्य कृते धातुनिर्देशः इति वक्तव्यं खलु इति कृत्वा इकानिर्दिष्टः इति भी इति धातुः, इत्युक्ते सामान्यतया पाणिनीयसूत्रेषु सर्वत्र इति नास्ति, बहुत्र धातोः निर्देशार्थम् इकानिर्देशः भवति खलु प्रातिपदिकस्य प्रापणार्थं भवति नो चेत् धातुः इति ज्ञापनार्थं भवति इति कृत्वा इकानिर्देशः अस्ति इति उक्तम्. हा इत्युक्ते यदा पूर्वं दृष्टवन्तः तत्र कुत्रचित् भवति तत्र कारणम् अस्ति इति तावत् मनसि अस्ति, किन्तु अन्यत्र केवलं धातुमेव दर्शयित्वा सूत्राणि भवन्ति अतः तत्र वस्तुतः न अत्र वस्तुतः वयं पश्यामः चेत् अत्र इकानिर्देशः इति न वक्तव्यमेव वस्तुतः. किमर्थं चेत् यदा यदा कृदन्तं जायते तदानीं पुनः तस्मात् कृप्रत्ययः भवति इति न वक्तुं शक्यते, धातुतः एव कृप्रत्ययः भवति. तर्हि बि इति इदानीं धातुः अस्ति, तत्र इक् प्रत्ययः न योजितः, भि इति धातुतः क्विप्रत्ययं योजयित्वा इदानीं भि इति प्रातिपदिकं धातुः संज्ञाद्वयं वर्तते इति कृत्वा अस् प्रत्ययं योजयित्वा भियः इति रूपम् इति वक्तुं शक्यते. अस्तु भगिनि. अग्रे अत्र हू श्रोः सार्वधातुक तत्रापि हू इति धातु अस्ति, तत्रापि क्विप् प्रत्ययं योजितं वा? आमां योजितमिति वक्तुं शक्यते. हू इति धातुतः क्विप् प्रत्ययं योजयित्वा हू इति प्रातिपदिकं लब्धम्. तत्र क्विप् प्रत्ययं भगिनि क्विप् प्रत्ययं योजयित्वा, यतोहि धातुत्वमपि अस्ति खलु तत्र, धातुत्वम् अस्ति इति कथा वक्तुं शक्नुमः. यदा यदा यदा कृत् प्रत्ययं योजयामः तदानीं प्रातिपदिकत्वमेव भवति, अतः तत्र क्विप् प्रत्ययं योजयामः चेत् तदानीं धातुत्वमपि अस्ति प्रातिपदिकत्वमपि अस्ति, नो चेत् धियः इति रूपं न लभ्यते खलु. अचिष्णुधातु ब्रुवाम् इति सूत्रस्य कार्यं तत्र भवेत्. अचिष्णुधातु ब्रुवाम् इत्यत्र ईकारान्तधातुः भवेत्, परन्तु बि इति इदानीं प्रातिपदिकं जातं चेत् अचिष्णुधातु ब्रुवाम् इत्यस्य कार्यं न भवति खलु, तदर्थं क्विप् प्रत्ययस्य योजनम् आवश्यकमस्ति. अस्तु, तर्हि बिबि इत्यत्र असंयोगपूर्व इकारः अस्ति, असंयोगपूर्व इकारः इति मनसि निधाय अग्रे इदानीं रूपाणि वयं साधयामः. तर्हि लक्ष्मीभगिनी भवती वदति वा लटि? आं भगिनि वदामि. लटि इदानीम् अङ्कमस्ति बिफि इति, दीर्घ ईकारः इति अस्ति. बिफि योगति गुणकार्यं भूत्वा बिभेति, बिभियोगतः नूतनसूत्रेण भियोन्यतरस्यमितिनेन न न अत्र प्रथमपुरुषे एकवचने सूत्रं वदतु, गुणस्य सूत्रं. गुणकार्यं तु हा सार्वधातुकार्थतातिकयोः अजा अजाति जुसि परे एव जुसि च, अत्र सार्वधातुकार्थतातिकयोः इति वदतु इति तावदेव. अस्तु अस्तु, पृथक्तया पृष्टवती अतः किमपि नूतनतया अस्ति. आं सूत्रसहितं वदति चेत् तदानीं सम्यक् बोधः. आं भगिनि, बिथि योगति इत्यत्र सार्वधातुकार्थधातुकयोः इत्यनेन बिथेति, बिथियोगतः इत्यत्र भियो अन्यतरस्याम् इत्यनेन विकल्पेन इकारादेशः भवति इति कारणात् बिभितः बिभीतः इति रूपद्वयं. निमित्तं निमित्तम् अत्र हलादि किटिङ् इति प्रत्ययः, तः इति हलादिप्रत्ययः, ङीत् प्रत्ययः, अतः ईकारस्य विकल्पेन इकारादेशः रूपद्वयं च सम्भवति. बिभियोग किमस्ति तस्मै पद अतियोग अति खलु बिभियोग अति इत्यत्र तु यणादेशः भवति. यणादेशः भवति एरनेकाचो संयोगपूर्वस्य सूत्रेण. समीचीनं खलु? इत्यनेन बिभ्यति इति रूपं लभते. मध्यमपुरुषे तु बिभियोग सि इत्यत्र गुणकार्यं सार्वधातुकार्थधातुकयोः बिभेसि, पुनः आदेशप्रत्ययोः इत्यनेन बिभेषि इति रूपं बिभियोगथः इत्यत्र भियो अन्यतरस्यां सूत्रेण विकल्पेन इकारादेशः हलादिकितिङिति प्रत्ययपरे रूपद्वयं सम्भवति बिभितः बिभीतः समानकार्यमेव बहुवचने च बिभिथ बिभीथ भियो अन्यतरस्यां सूत्रेण उत्तमपुरुषप्रत्ययेषु बिभियोग मि सार्वधातुकार्थधातुकयोः इत्यनेन गुणकार्य बिभेमि बिभियोगवः न बिभेमि न पुनः बिभेमि बिभेमि बिभियोगवः इत्यत्र भियो अन्यतरस्य मित्र इत्यनेन ह्रस्व इकारादेशः विकल्पेन भवति कितिङिति हलादिप्रत्यये परे इति कारणात् रूपद्वयं सम्भवति बिभिवः बिभीवः समानमेव कार्यं महप्रत्ययस्य प्रत्ययपरे अपि सम्भवति बिभीमः बिभीमः इति रूपद्वयं सम्भवति सम्यक् भगिनि धन्यवादः सम्यक् तर्हि लोटि वंशी भगिनी वदति वा आं भगिनि श्रूयते न आमां श्रूयते किल अस्तु लोटि तु तः अतु भवति तत्र अस्तु तूतः न तूतः क्षम्यतां तूताम् अतु अतु तूताम् अतु भवति अदभ्यस्ताद् ताम् अतु सत्यम् अस्तु तु तात् ताम् अतु अस्तु बिभियोगः तु तत्र तु पित् अस्ति बिभे सार्वधातुकार्थधातुकयोः इत्यनेन गुणः भूत्वा तत्र बिभेतु इति भवति बिभेतु तस्मात् बिभियोगः तात् तत्र नित्प्रत्ययः अस्ति अतः तत्र गुणः न भवति हलादिकित् सार्वधातुक अस्तु तत्र तु भियोऽन्यतरस्यां भियोऽन्यतरस्याम् इति सूत्रेण तत्र इकारस्य स्थाने विकल्पेन दीर्घ इकारस्य स्थाने विकल्पेन ह्रस्व इकारः अत्र रूपद्वयं भवति बिभितात् बिभितात् इति रूपद्वयम् अतः आहत्य रूपत्रयं भवति बिभेतु बिभितात् बिभीतात् प्रथमपुरुषे द्विवचने ताम् इति तत्रापि गुणः न भवति यतोहि अपित् प्रत्ययः अस्ति हलादिकित् नित् सार्वधातुकप्रत्ययः इति भवति अतः तत्र भियोऽन्यतरस्याम् इत्यनेन विकल्पेन इकारस्य स्थाने ह्रस्विकारः भवति बिभितां बिभीताम् तस्मात् अतु इति प्रत्ययः अतु इति हलादिप्रत्ययः नास्ति यद्यपि कित्तित् प्रत्ययः अस्ति सार्वधातुकप्रत्ययः अस्ति अतः तत्र भियोऽन्यतरस्यामिति सूत्रं कार्यं न करोति बिभियोगः अतु तत्र तु कित्तित् प्रत्ययपरे तु उत्सर्गरूपेण अचिष्णुधातु ब्रुवां यो रिङ्गौ इति आगत्य कार्यं कर्तुमर्हति परन्तु तत् प्रभाद्य एरणेकाचो असंयोगपूर्वस्य इति सूत्रं कार्यं करोति यणादेशः करोति अतः तत्र बिभियोगः इकारस्य स्थाने यकारः बिभ्यतु इति भवति एरणेकाचो संयोगपूर्वस्य इत्यस्य निमित्तम् एकवारं परिशीलयतु इकारः भवेत् तस्मात् असंयोगपूर्वः भवेत् अनेकाच् भवेत् अतः अनेकाच् अस्ति बिभीत् अनेकाच् अस्ति इकारस्य पूर्वम् असंयोगः भवेत् अत्र संयोगः नास्ति भकारः एव अस्ति न भकारः एव अस्ति इति न वक्तव्यम् असंयोगः कथं हल् द्वयं भवेत् तर्हि संयोगः भवेत् न भगिनि हलोन्यत अत्र कः के के कौ वर्णौ स्तः अत्र इकारः ईकारस्य पूर्वं भकारः अस्ति भकारः पूर्वम् इकारः तस्मात् अल्पप्राण बकारः अस्ति अतः तत्र अनेकाच् अस्ति दीर्घ ईकारस्य पूर्वं भकारः एव अस्ति किल तत्र असंयोगः संयोगः नास्ति एकः एव वर्णः अस्ति किल न एकः एव वर्णः अस्ति इति न वक्तव्यं। बकारात् पूर्वं ह्रस्व इकारः अपि अस्ति खलु, इकारात् पूर्वम् असंयोग, इकारात् पूर्वं यः वर्णद्वयम् अस्ति, तत्र वर्णद्वयम् अस्ति खलु, यत् वर्णद्वयं दीर्घ इकारात् पूर्वं, तत्र हल् वर्णद्वयं नास्ति, एकः अच्वर्णः एकः हल् वर्णः, ह्रस्व इकारः बकारः इति वर्णद्वयम् असंयोगपूर्व पूर्वकौ वर्णौ स्तः। हा न, परन्तु इकारस्य अन्तिम इकारः यत् अस्ति न भगिनी, तत्र ईकारः अस्ति, तस्मात् पूर्वं संयोगः न भवेत् इति एव खलु निमित्तं, तद् नास्ति वा? हा, तस्मात् पूर्वं संयोगः नास्ति, संयोगः नास्ति इति कथं निरूपयतु इति मम प्रश्नः। एवं वा, अस्तु अस्तु अवगतम्, अस्तु अहं चिन्तितवती मम अवगमने क्लेशः अस्ति। अस्तु, ईकारस्य पूर्वं भकारः अस्ति, तस्मात् पूर्वम् इकारः अल्पप्राणबकारः अस्ति, अतः तत्र संयोगः नास्ति। न, तथा न वक्तव्यं, बकारः इति त्रयः वर्णः नास्ति इत्युक्ते पूर्वं संयोगः नास्ति इति वदामः चेत् तत्र वर्णद्वयं किम् अस्ति इति वक्तव्यं, वर्णद्वयम् अस्ति ह्रस्व इकारः बकारः। ओ, भकारः अपि भवेत् किल, भकारः न आगच्छति, आगच्छति तस्मात् पूर्वम्? आगच्छति आगच्छति, इत्युक्ते दीर्घ इकारः यः अस्ति अन्ते तस्मात् पूर्वं वर्णद्वयम् अत्र ह्रस्व इकारः बकारः इति कृत्वा संयोगः नास्ति। ओके, अस्तु, तद् वक्तम्। इदानीं ह्री इति धातुः अस्ति खलु, जिह्री इति धातुः, तत्र दीर्घ इकारात् पूर्वं कौ वर्णौ स्तः? दीर्घ इकारः पूर्वं तत्र ह्री अस्ति किल, हकारः रेफः अस्ति, तस्मात् पूर्वं हकारः अस्ति, हकारः अस्ति इति कृत्वा हकाररेपयोः संयोगः अस्ति। अस्तु, समीचीनम् इति स्पष्टतया वदति चेत् तदानीम् अवगम्यते यत् किमर्थम् अत्र एरनैकाचसंयोगपूर्वस्य इत्यस्य कार्यम् अस्ति, जिह्रि इत्यत्र नास्ति इति तदानीमेव स्पष्टता भवति। सत्यं सत्यम्, अस्तु भगिनि, समीचीनम्। अस्तु, तस्मात् पूर्वं हि इति प्रत्ययः, मध्यमपुरुषे एकवचने हि प्रत्ययः अस्ति, भिभियोगः हि, तत्र तु अपित् प्रत्ययः अस्ति, हि हलादि सार्वधातुकप्रत्ययः, हा तत्रापि सार्वधातुकप्रत्यये कित्नित् प्रत्यये परे भियो अन्यत्रस्यां कार्यं कर्तुम् अर्हति इति अवगच्छामि। भिभिः भिभिः इति भवति, तस्मात् तम् इति प्रत्ययः, तत्रापि अपित् प्रत्ययः, अतः तत्र भिभितं भिभितम् इति रूपद्वयं, ताद् इत्यपि अस्ति खलु, ताद्, हा क्षम्यता, तात् विस्मृतवती, हा तत्र समानरीत्या भिभितात् भिभितात् इति रूपद्वयं, तत्रापि अपित् नित् प्रत्ययः, अत्र वस्तुतः चतुष्टयं रूपं, चतुष्टयं, हा सत्यं, तत्र भिभिः भिभिः भिभितात् भिभितात् इति रूप चतुष्टयं, चत्वारि रूपाणि भवन्ति, इतोपि रूपद्वयम् इत्युक्ते तात् इत्यत्र चत्वारि रूपाणि, अस्तु अस्तु भगिनि, सम्यक् सम्यक्, अस्तु, पञ्चरूपाणि, षड् रूपाणि भवन्ति, षड् रूपाणि भवन्ति, हि इत्यस्य रूपद्वयं, तात् इत्यस्य, ताद् इत्यस्य रूप, हा पञ्चरूपाणि भवन्ति, क्षम्यता, पञ्चरूपाणि नास्ति, षड् रूपाणि खलु, षड् षड् रूपाणि, बिभितात् बिभिताद् बिभिताद् बिभिताद् इति, हा सत् समीचीनं, षड् रूपाणि भवन्ति, तस्मात् तम् इति प्रत्यय, तत्रापि भियो अन्यत्रस्याम् इति सूत्रं कार्यं कृत्वा भिभीतं भिभीतम् इति रूपद्वयं, समानरीत्या भिभीत भिभीत इति भिभीत भिभीत इति रूपद्वयम्, आनीयावाम एते प्रत्ययत्रयम् अपि अपित् प्रत्ययाः सन्ति, अतः तत्र भियोः अन्यत्रस्याम् इति कार्यं न करोति, अचिष्णु धातुभ्रुवाम् इति कार्यं न करोति, यतोहि पित् प्रत्ययौ एते प्रत्ययौ एते प्रत्ययाः इति कारणात् तत्र बिभीयोगः आनी सम तत्र सामान्यगुणसन्धि भवति बिभ्यानि बिभ्याव बिभ्याम इति भवति भगिनि. सम्यक् सम्यक् सम्यक् समीचीनं सम्यक् अस्तु धन्यवादः. इदानीं भवति वा भगिनि? क्षम्यतां, बिभयानि बिभयानि बिभीयोग आनि बिभे बिभयानि हा क्षम्यतां बिभयानि सत्यं समीचीनं धन्यवादः. बिभयानि गुणः अनन्तरं एचोयमायावः इति उक्तवती वा भवती? हा न न दोषेण उक्तवती, तत्र बिभ्यानि इति उक्तवती, तत्र गुणः भवति इति कारणात् तत्र बिभेयोगहानि बिभ्यानि इति भवति, एचोयवायवः इत्यनेन बिभ्यानि बिभ्याव बिभयानि बिभयानि बिभयाव बिभयाम. धन्यवादः शुभभगिनी, धन्यवादः. तर्हि इदानीं लङ्कारे किं विजयलक्ष्मी भगिनी वदतु. आं भगिनि प्रयत्नं करोमि. तत्र लङ् लकार सिद्धतिं प्रत्ययः तु दाम् उः सम्यक् खलु ताम् उः स तं त अं व म किं भवति अपि योगः अ इति तु उदात् किं लुङ् लङ् लृङ् स्वरुदात्तः अत्र अबिभि इति अस्ति अबिभि योगः च प्रत्ययः सार्वधातुक अर्धधातुकयोः इत्यनेन अबि भे इति भवति अबिभे गुणः भवति अबिभेत् अबिभेत् अपि च अबिभेद् जलां जश्रुते अभ्यासचर्चा इत्यपि वक्तव्यं वा तद् आल्रेडि अभवत् इति इदानीम् अभिभि इति बहुवारम् उक्तम् अतः अभिभि इति अङ्गं स्वीकृत्य वदतु. अभिभि तत्र त इति प्रत्ययस्य योजनेन सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवति अबिभेत् अपि च जलां जशन्ते इत्यनेन अबिभेद् इति रूपद्वयम् अग्रिमम् अस्ति ताम् इति अबिभि ताम् तत्र भियो अन्यतरस्याम् इत्यनेन रूपद्वयम् एकवारं तु ह्रस्व इकारः एकवारं दीर्घ इकारः अतः अबिभिताम् अबिभीताम् इति रूपद्वयम् अपि च युः उः इति अस्ति अत्र अबिः नास्ति खलु अन्येव तत् किमर्थम् उभयस्थसंज्ञक अङ्गम् सृजभ्यस्य विधिभ्यश्च इत्यनेन उः एव खलु ओहो ओके क्षम्यताम् अबिभियोगः उः अबिभि योगः उः अत्र रूपम् अपि भीः किम् अस्ति रूपम् अपि अभिभीनो तत्र किमपि भवति अभिभीयुः स डजन् सौण्ड् रैट् तत्र सूत्रं पठितं खलु जुसि च इति सूत्रं हा हा हा जुसि च इत्यनेन इगन्तस्य अङ्गस्य गुणः भवति अतः किं भवति अबिभेयुः इति भवति न अबिभेयुः अबिभे योगः उः अबिभे योगः उः इति अस्ति अत्र एचोयवायावः वा भगिनि एचोयवायावः इति युः इति आगन्तव्यं हा अतः एचोयवायावः इति भे इत्यस्य भै इति भवति अबि भ यु अबिभयुः अबिभयुः अनन्तरं किमस्ति स इति अस्ति स तं त स तं त अत्र अबिभि योगः स अबिभि अत्र सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवति अबिभे योगः स पुनः सस्वजिशोरुः खरवसानयोर्विसर्जनीयः अबिभेः स्वकारात् अनन्तरं तम् इति अस्ति खलु स तं त तत्र अबिभीतम् अबिभीतं तत्तु समानं च भीयो अन्यतरस्य बहुवचने बहुवचने तत्र बिभी त इति अस्ति अबिभीत अत्रापि रूपद्वयम् अबिभीत एकवचने प्रथमपुरुष एकवच उत्तमपुरुष एकवचने सिद्धतिङ् प्रति अस्ति अं व म अत्र अबिभि योगः अम् अत्र सार्वधातुक आर्धधातुकयोः इत्यनेन अबिभे योगः अम् एचोयवायावः अबिभे अबिभय अम् अबिभयम् अबिभयम् व म अबिभि योगः व अबिभीव झयो अन्यतरस्यां भयो अन्यतरस्यां भियो भियो भियो भियो भियो अन्यतरस्यां बिभीव अपि च अबिभीव अबिभीव अबिभीम अबिभीम सम्यक् अस्तु भगिनि इदानीं किम् उमा भगिनी विधिलिङ्गकारे वदति वा अस्ति वा भगिनी भवती उमा भगिनी श्रूयते वा? आमां श्रूयते, वदतु. विधिलिङ्गकारे विद्यातां विद्युः विद्याः विद्यातं न न न तावदेव नास्ति, अत्र इतोपि अस्ति. विधि इति अङ्गं सा या योजनसमये योजनसमये विधि प्रत्या विद्यात् बिबि प्लस् यात् बिबीयात् बिभ्यात् इति न बिबि प्लस् यात् बिभीयात् बिभीयात् बिभीया देन् न तत्र भियोहोन्यतरस्यां भियोन्यतरस्याम् इति सूत्रमस्ति खलु, तत् पठितं. भियोन्यतरस्याम् इत्यनेन ह्रस्व इकारादेशः विकल्पेन भवति, तदपि वक्तव्यं खलु. बिभियात् सिमिलर्लि बिभियात् आल्सो कम्स् नो अत्र सस्वान्ति बिबियात् हा बिबियात् बिबियात् अनन्तरं जलां जश्वन्ते वावसाने इति कृत्वा बिबिया बिबियात् बिबियाद् द्वयोः अपि अन्ते आगच्छति. बिभियातां बिभियातां बिभीयुः बिभीयुः बिभीयाः बिभीयातं बिभीयात एकवचने अपि रूपद्वयं खलु बिभीयाः बिभीयाः वदामि वदामि बिभीयाः बिभीयातं बिभीयात रूपद्वयम् अस्ति. देन् बिभीयां बिभ्यां बिभियाव बिभीयाव बिभियाम बिभीयाम सर्वत्र रूपद्वयं सर्वत्र रूपद्वयमस्ति. अस्तु, सम्यक्. तर्हि इदानीं की की धातोः रूपाणि अपि समानानि, अतः तद् न कुर्मः. भगिनी कृपया म्यूट् करोतु. इदानीं ह्री इति धातुः अस्ति, ह्री धातुः. अनिमा भगिनी वदति वा ह्री धातोः लटि? आं भगिनि, ह्री ह्री इति भवति, तदनन्तरं ह्रस्वः ह्रि ह्रि इति भवति, हलादिशेषः ह्रि ह्रि इति भवति, कुहोश्चुः झि ह्रि इति भवति, अभ्यासे चर्चा झि ह्रि इति अङ्गं भवति, जिह्रि योगः ति तत्र गुण सार्वधातुक अर्धधातुकयोः गुणः भवति जिह्रेति. सम्यक् वा? जिह्रेति जिह्रेति सम्यक्. जिह्रि योगः तः गुणः न भवति जिह्रीतः, जिह्रि योगः अति तत्र संयोगः अस्ति अतः एरनेकाचु संयोगपूर्वसि अन्न या पूर्व यत् अस्ति अनादेश तद् न भवति. अचिष्णु धातु भ्रुवां योर् यङ् वङौ इत्यनेन इयङ् आदेशः भवति, जिह्रि योगः अति जिह्रियति इति भवति. जिह्रि योगः सि सार्वधातुकार्धधातुकयोः गुणः जिह्रेसि जिह्रेसि न इतोपि एकं कार्यं हा षि इति भवति, इक् इक् अस्ति आयुन् ऋण् ऋक् नो नो तत् एकं निमिषम् ए अस्ति आयुन् तत्र न जिह्रेसि इत्येव भवति किल एकारः अस्ति निमित्तमस्ति खलु इन्कोः इत्यनेन आदेशप्रत्ययोः अहम् इच्छति इन् इन् मध्ये अस्ति जिह्रेषि तः जिह्रितः किमपि न भवति था अपि अत्रापि किमपि विशेषकार्यं नास्ति जिह्रीथ जिह्री योगः मि सार्वधातुक अर्धधातुकयोः गुणः जिह्रेमि वः तत्र जिह्री योगः वः किमपि न भवति जिह्रीवः जिह्रीमः सम्यक् सम्यक् समीचीनं धन्यवादः इदानीं तत्र लोट्लकारः मीना भगिनी वदतु ध्वनिः न्यूनं भवति वदतु वदतु शीघ्रं शीघ्रं वदतु ओके लोट्लकारः वा लोट्लकारः ह्री ह्री दातु प्रथमं ह्री ह्री भवति तदनन्तरं जिह्री भवति कुहोश्चुहोसि हकारस्य जकारः भवति ह्रस्वः इति सूत्रेण ह्रस्व अभ्यासं ह्रस्वः भवति जिह्री भवति जिह्री तत्र जिह्री भवति तु जिह्री तु इति पित् अस्ति तत् जिह्री जिह्रे सार्वधातुकार्धातुकस्य इति सूत्रेण गुणं भवति जिह्रे तु अथवा तात् भवति तात् इति पित् नास्ति जिह्री तात् इति भवति अन्यदपि रूपमस्ति खलु अन्यदपि रूपम् अस्ति खलु तत्र जलां जश्वन्ते वावसाने जिह्रितात् अथवा जिह्रितात् इति भवति जिह्रेतु त्रीणि रूपाणि सन्ति तु ताम् अतु तत्र तां तत्र जिह्री तत्र अपि ह्रस्वः तदनन्तरं कुहोश्चुः इति जिह्री जिह्री तदनन्तरं अभ्यासे चर्चा भगिनी भगिनी भगिनी वारं वारम् अत्र अभ्यासकार्याणि वक्तव्यानि इति नास्ति जिह्री इति अङ्गं तत् स्वीकृत्य इदानीं वदतु ओके जिह्री इति अङ्गं तां भवति जिह्रीताम् इति भवति तदनन्तरं जिह्री लोट्लकारः अतु भवति तत्र जिह्री अतु तत्र जिह्री अतु तत्र अचिष्णु दातु भवाम् योङ योङ इति सूत्रं कार्यं करोति जिह्री तत्र जिह्री इ भवति इकारस्य इ भवति इयं भवति सो जिह्री अतु जिह्रीयतु इति रूपं भवति तदनन्तरं जिह्रीतात् तदनन्तरं जिह्रीतात् इति समानमेव जिह्रीतात् जिह्रीतात् अपि अथवा जिह्रीतात् भवति तत्र हि जिह्रीः भवति जिह्रीः जिह्रीतात् जिह्रीतात् त्रीणि रूपाणि जिह्रीतं तत्रापि जिह्री योगः तं जिह्रीतं जिह्रीतात् जिह्रीतं जिह्रीत तत्र रूपं समानमेव सोपानं समानमेव तस्मात् जिह्रीतं जिह्रीत आनि आम तत्र पित् अस्ति तस्मात् ह्री ह्री जिह्री जिह्री आनि तत्र जिह्रे आनि तदनन्तरं एचवयवः जिह्रयाणि जिह्रयाणि भवति आव समान इतोपि एकं कार्यं जिह्रयाणि इत्यत्र एकं कार्यं तत्र णत्वं भवति वा अट्कुभ्यां इति सूत्रेण तत्र जिह्रयाणि आणि जिह्रयाव समान सोपानमेव जिह्रयाणि जिह्रयाव जिह्रयाम सम्यक् सम्यक् अस्तु तर्हि इदानीं सरस्वती भगिनी भगिनी एकः प्रश्नः अस्ति मध्यमपुरुष एकवचने जिह्रि योगः हि अपित् अलादिप्रत्ययः अस्ति आम् न क्षम्यताम् कार्यं नास्ति जिह्रिः किमपि कार्यं बियोः बियोन्यतरस्यामिति अत्र नास्ति कार्यम् आमामामाम् अजादि अस्ति तत्र भवति आमां क्षम्यतां भगिनि चिन्ता तर्हि सरस्वती भगिनी अग्रे लङ्लकारे लङ् अस्ति तर्हि लङ् मध्ये लुङ् लङ् जिहिरि तु अस्ति एव अभ्यासकार्याणि कृत्वा तदनन्तरं लुङ् लङ् लुङ् स्वडदु अतः इत्यनेन अडागमः भूत्वा अजिहिरि भवति ततां एवं भवति तर्हि तत्र सताम् इत्युक्ते प्रथमतया तत्र सिप् अस्ति अतः सार्वधातु पित् अस्ति अतः सार्वधातु कार्धधातुयोः इत्यनेन गुणं भूत्वा अजिह्रे भवति अजिरेत् जलां शेषन्ते अजिरेत् अजिरेत् पावसाने अजिरेत् तदनन्तरं तां तत्र कार्यं किमपि नास्ति अजिह्रि तां तदनन्तरं उहु अजिह्रि अत्र अजिह्रि तदनन्तरं उहु अस्ति तर्हि तत्र जुसि च कार्यं भूत्वा अजिह्रे उहु एचो यवायावः अजिह्रे अजिह्रयुः पुनः सिप्पदिस्कार केवलं तर्हि तत्र पित् अस्ति अतः सर्वदतु कार्धदतुकयोः इत्यनेन गुण भूत्वा अजिह्रेः तदनन्तरं तं त तत्र किमपि कार्यं नास्ति अजिह्रि तम् अजिह्रि त तदनन्तरम् अम् अस्ति पित् अस्ति अतः अजिह्रे अम् एचोयवायावः अजिह्रयम् व म तत्र किमपि कार्यं नास्ति अजिह्रि व अजिह्रि म सम्यक् सम्यक् अस्तु तर्हि अरुणाभगिनी विधिलिङ्गकारः वदति वा विधिलिङ्गकारम् आं भगिनि जिह्रियात् जिह्रियात् रूपद्वयम् अस्ति भगिनि अनेकाच् एव अनेकाचु इति न जिह्रियात् जिह्रियुः जिह्रि दीर्घ अस्ति ह्रस्वकार अस्ति जिह्रियाः जिह्रियाः जिह्रियात् यातम् जिषि जिषि यातं जिषि यात जिषि जिषि यात जिषि यां जिषि यां जिषि याव जिषि याव जिषि याम जिषि याम जिह्याव जिह्याम सम्यक् समीचीनं धन्यवादः तर्हि इदानीम् ईकारान्तधातूनां रूपाणि साधितानि इदानीम् उकारान्त धातुरूपाणि तत्र किं सूर्यकुमारी भगिनी पठति वा उकारान्तधातु न पठितुं शक्नोति वा प्रेषयामि किं धातु भगिनि उकारान्तधातुः एकः धातुः एकः एव उकारान्तधातुः अस्ति हु दानादानयोः दानादनयोः हु धातुः हु धातु परस्मैपदि जुः इति अङ्गं खलु अत्र यद् लिखितमस्ति तत् पठतु खलु ऊकारान्तधातुः तृतीयः बिन्दुः अत्र ईकारान्तधातोः विषयः समाप्तः स्त्रीलज्जायाम् समाप्तः क्षम्यताम् उकारान्तधातवः एकधातुः अस्ति एक एव उकारान्तधातुः अस्ति हु दानादनये क्षम्यतां दानादनयोः हु धातुः हु द्वित्वम् अभ्यासकार्यं च परिशीलनीयम् तत्र अभ्यासकार्यं दत्तम् अनन्तरं परिशीलयतु एकवारं हू धातुः प्रथमो हूः तदनन्तरं चुः कुः इत्यनेन कुः चुः इत्यनेन जुः भवति अङ्गं जुः अस्ति महाप्राणझकारः झुः इति अस्ति झुः तदनन्तरं झुः अस्ति तदनन्तरम् अभ्यासे चर्चा इत्यनेन जस्वं भवति झुः भवति अङ्गं झुः अस्ति हलादिपित्सु सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः झुः योगति तत्र गुण भूत्वा जुहो भवति जुहो योगवति वर्णमेलनेन जुहोति भवति अजादिपित्सु तत्र अपि सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः यतो यवायावः इत्यनेन अवादेशः भवति जुः योग आनि अवयोगः आनि जुहवाणि भवति हलादपित्सु निति च इत्यनेन गुणनिषेधः किमपि कार्यं नास्ति जुहुयोगतः जुहुतः अजाद्यपित्सु अचिष्णु धातु ब्रवामि योर्यङ्गौ इयङ् वङ्गौ इति सूत्रं प्रबाद्य तत्र विशिष्टसूत्रमस्ति हू स्नुवोः सार्वधातुके इत्यनेन हू धात्वङ्गस्य असंयोगपूर्वस्य उकारस्य यण आदेशः भवति उकारस्य स्थाने उकार भवति जुः योगः अति जुः योगः वा योगः अति जुह्वति रूपं सिद्ध्यति सूत्रमपि पठामि वा न भगिनि धन्यवादः सम्यक् अस्ति सम्यक् उक्तवती अत्र तर्हि इदानीम् उकारान्तानां विषये अस्माभिः दृष्टं खलु इकारान्त उकारान्तानां समग्रचिन्तने अत्र अतिष्णु धातु ब्रुवाम् इति सामान्यं तत्प्रवाद्य हू धातोः विषये हुष्णोः सार्वधातुके इत्यस्य कार्यं तर्हि तत्र सूत्रे केवलं प्रथमवाक्यम् अनुवृत्ति सहितसूत्रं कः पठति तत्र किं शोभभगिनी पठतु आं भगिनि हुष्णोः सार्वधातुके इति सूत्रं हूधातुः च अनेकाच् श्नु प्रत्ययान्तम् अङ्गं च तयोः असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यण् आदेशः भवति अजादिसार्वधातुकप्रत्ययपरे. अनुवृत्तिसहितसूत्रमस्ति अनेकाचः हुष्णुवोः असंयोगपूर्वस्य ओः अङ्गस्य यण् अचि सार्वधातुके. हुष्णोः सार्वधातुके इति सूत्रं दृष्टवन्तः. तत्र हू इति धातोः कृते कार्यं करोति इति. हू धातुः च अपि च अनेकाच् श्नु प्रत्ययान्त अङ्गं च तयोः तयोः किं भवति इत्युक्ते यण् आदेशः भवति. यदा इत्युक्ते असंयोगपूर्व अङ्गम् अस्ति चेत् तदा उकारस्य स्थाने इदानीम् उकारस्य स्थाने यण् आदेशः भवति. अपि च परनिमित्तमस्ति अजादि सार्वधातुकप्रत्ययपरे इति. अनुवृत्तिसहितसूत्रे अनेकाचः हुष्णुवोः इति तत्र हू धातोः अपि च श्नु प्रत्ययान्त अङ्गम् अनेकाच् भवेत् अपि च असंयोगपूर्वः भवेत् तदा ओहो इत्युक्ते उ इत्यस्य ओहो षष्टि भवति. ओहो अङ्गस्य यण् भवति अचि सार्वधातुके प्रत्ययपरे इति सूत्रस्य आशयः. तत्र लङि इति पठामि वा अग्रे? पठतु. लङि अजुः तत्र इदानीं जुः इति अङ्गम् अडागमः तेन अजुः इति अङ्गं भवति लङ्लकारे. अजुः योगः झि सिजभ्यस्तविधिभ्यश्च इत्यनेन झि प्रत्ययस्य स्थाने जुस् आदेशः भवति. तत्र सिजभ्यस्त इति सूत्रे सिच् अस्ति अभ्यस्त सम्यक् धातुः अस्ति अपि च विद् इति अपि अस्ति. तत्र अजुः इति अभ्यस्तसंज्ञकस्य झि प्रत्ययस्य स्थाने इत्युक्ते तत्र लङि बहुवचने अजुः योगः झि इति भवति. तत्र झि इत्यस्य स्थाने एव जुस् इति आदेशः भवति. अजुः योगः जुस् इत्यस्य उः तत्र उस् इति भवति तदनन्तरम् उः इति भवति. जुसि च इत्यनेन इगन्ताङ्गस्य गुणः भवति इति दृष्टवन्तः. तत्र तर्हि अजुहो इति उकारस्य ओकारः भूत्वा अजुहो योगः उहु इति तिष्ठति. ओकारः अस्ति इति कृत्वा अचिपरे इचो यव यावः इत्यनेन अवादेशः भवति. अजुः योगः औ योगः उहु अजुहवुः इति रूपं सिध्यति बहुवचने इति. सम्यक् सम्यक् समीचीनम्. अत्र स्थगनं कुर्मः. अत्र इतोपि किञ्चित् पठनीयं, तदनन्तरं रूपाणि साधयामः. अत्र एतावता प्रश्नः अस्ति वा? अस्तु अस्तु, तर्हि अत्र स्थगनं कुर्मः. धन्यवादः. नमस्कारः. धन्यवादः भगिनि. धन्यवादः. धन्यवादः भगिनि. नमस्ते.